नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते. भगिनी सरला भगिनी यथा सामान्यं तत्र भवती आरम्भं करोति वा तत्र सारांशरूपेण? मङ्गलवासरे वयं पुनः अन्वकृप्ति अमर्षयोः किं वृत्ति अपि इति पठितवन्तः इति पठितं तदनन्तरम् एकं नूतनं सूत्रमस्ति तदपि कृतवन्तः. आम्, तत्र गते सप्ताहे अस्माकं तत्र उदाहरणवाक्यरचने किञ्चित् जाटिल्यं जातं खलु. अद्य किञ्चित् तर्हि पठित्वा कुर्मः. आम्, एकवारम् आरम्भतः पठामः, तदनन्तरं सारांशरूपेण लिखामः, तदनन्तरं स्ववाक्यानि रचयामः. तत्र तत्र किन्तु किञ्चित् स्मरण पुनस्मरणरूपेण किं वृत्तेः लृङ्लटौ इत्यस्मिन् विवक्षायां किञ्चित् वदामि वा? अस्तु. तत्र किम् आसीत्? गर्हायां किं कर्तव्य कर्तुं तत्र किम् आसीत्? किं कतर कथम इत्येतैः तत्र गर्हायां तत्र उपपदे सति तत्र एतादृशशब्दैः सह तत्र लिङ् लकारस्य विधानम् अनन्तरं लृट् लकारस्य विधानम् इति सामान्यविषयः. किं वृत्ते लृङ् लृटौ इति अनन्तरम् उक्तमासीत्. किं वृत्ते यत्र यत्र असाफल्ये भवति तत्र तत्र लृङ् प्राग्वत् इति काशिकायाम् उक्तम् अस्ति इति कृत्वा किम् इत्युक्ते असाफल्यार्थे अत्तिपत्तौ तत्र भूतार्थे तत्र किम् आसीत् तत्र लृङ् लृट् इति विधानमपि भवति, अनन्तरं लृङ् प्राग्वद् इति लृङ् लकारस्य अपि विधानं जायते. किन्तु यत्र असाफल्ये इति भविष्यत्कालार्थे अस्ति चेत् तत्र तु केवलं लृङ् लकारस्य विधानं भवति, लिङ् लृटौ इत्यस्य विधानं न भवति इति तत्र असाफल्यस्य विषये तत्र भिन्न कार्यद्वयं सम्भवति, भूतकालार्थे भविष्यत्कालार्थे इति भिन्नकार्यद्वयं सम्भविष्यति इति तत्र काशिकायाम् उक्तमासीत्. तद् वयं दृष्टवन्तः, यद्यपि सूत्रे नास्ति काशिकायाम् उक्तमस्ति इति. तत्र अत्र तु सामान्यतया किं वृत्तेः लृङ् लृटौ इति सूत्रमेव आसीत्. अनन्तरं विशिष्टकार्यमस्ति लृङ् प्राग्वत्, अनन्तरं भविष्यत्कालार्थे अपि लृङ् नित्यम् इति तदपि विशिष्टकार्यम् आसीत्. तदनन्तरम् अग्रिमसूत्रमेव अनवक्लृप्ति अमर्षयोः किं वृत्तेः अपि किं वृत्ते अपि इति सूत्रमस्ति खलु भगिनि, प्रतिपादयतु भगिनि. भगिनी अहं पठामि तदनन्तरं प्रतिपादय भगिनि, आरम्भतः पठामि इति वयं कृतवन्तः मङ्गलवासरे. अन्वकृप्ति अमर्षयोः किं वृत्ति अपि सम्भावना या अशमा चेति चेत् अन्नयोः अर्थे किं वृत्ति उपपदे सति अपि असति अपि धातोः कालसामान्ये सर्वलकारो अपवादः लिङ् च लृट् च लकारो भवतः गर्हायाम् इति निवृत्तम्. अन्वकृप्ति असम्भावना अमर्ष अशमा न सम्भवयामि न मर्षये वा भवान् हरिं निन्दिष्यति वा लृङ् प्राग्वत् इति सिद्धान्तकौमुद्याम् अनेन अवगम्यते यत् गर्हायाम् इत्यस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति. अन्वकृप्ति इत्युक्ते असम्भावना, अमर्ष इत्युक्ते अशमा. पूर्वसूत्रवत् विभाषा इत्यस्य अनुवृत्तिः न भवति. अस्य फलम् अस्ति च यत् अपरेषां सर्वेषां लकाराणां बाधा भवति. अत्र केवलं विधिलिङ् या लृट् च सम्भवत्. निर्दशनस्य अर्थः एवं यत् भवान् हरिं निन्दिष्यति वा इति तादृशी घटना वक्तुः मनसि सम्भावनीया नास्ति अथवा क्षमायोग्या नास्ति. न अवक्लृप्ति न अन्वक्लृप्ति नै तत्पुरुष न मर्षो मर्ष नै तत्पुरुष अन्वक्लृप्तिश्च अमर्षश्च तयोरितरेतरयोगद्वन्द्व अन्वक्लृप्ति अमर्षयो तयोः अन्वक्लृप्ति अमर्षयोः किं वृतं किं वृतं न किं वृतम् अकिं वृत्तं तस्मिन् अं किं वृत्ते अकिं वृत्ते षष्टि तत्पुरुष गर्भ नञ् तत्पुरुष समास अन्वक्लृप्ति अमर्षयोः सप्तमी अन्तम् अकिं वृत्ते सप्तम्यान्तम् अपि इति अव्ययं त्रिपदमिदं सूत्रं किं वृत्ते लिङ्लिटौ इत्यस्मात् लिङ्लिटौ इत्यस्य अनुवृत्ति प्रत्यय धातोः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रम् अन्वक्लृप्ति अमर्षयोः किं वृत्ते अपि धातोः लिङ्लिट् प्रत्ययो परश्च अस्तु इति यत् सूत्रमस्ति अन्वक्लृप्ति अमर्षयोः अकिं वृत्ते अपि इत्य सूत्रे अकिं वृत्ति पूर्वस्य किं वृत्ति लिट् लटौ लिङ् लिटौ इत्यस्य अनुवृत्तिः अस्ति अपि अन्वक्लिपि इति युक्त असम्भावना अमर्ष इति युक्ते अशमा मीन्स् सहनं न करो कर्तुं शक्नोति इत्यस्य अर्थम् अस्ति किं वृत्ते वयं प्रश्नवाचकपदानि यत् अस्ति तत्र अत्र गर्हा इति यत् पूर्वसूत्रे किं वृत्ते लिङ् लटौ तस्मिन् सूत्रे गर्हा अर्थ आगच्छति किम् इति उपपदे सति अत्र गर्हार्थं निवृत्तम् अस्ति केवलं प्रश्नवाचकपदम् अस्ति किन्तु गर्हार्थः नास्ति अस्मिन् सूत्रे तु इति अस्ति असम्भावना वा अशमा अर्थे यदि प्रश्नवाचक उपपदे किं वृत्ति सति लिट् वा लिङ्लकारस्य प्रयोगः भवति अस्मिन् सूत्रे विभाषा इति अनुवृत्ति नास्ति कारणकी सर्वे लकाराणाम् उपयोगः न भवेत् अपि पूर्वसूत्रात् लिङ् वा लिट् इत्यस्य अनुवृत्तिः अस्ति अन्यस्य लट् लकारस्य अपि अनुवृत्तिः न भवेत् अतः विभाषा इति यत् विभाषा किं इति सूत्रमस्ति 143 तत् न भवति अत्र अस्य अस्मिन् सूत्रे या अपि अन्य अर्थं यथा पूर्व किं वृत्ते गर्हाय किं वृत्ते लिङ् लिटौ वयं दृष्टवन्तः लिङ् लिङ् प्रागवत् अत्र अपि अस्मिन् सूत्रे अपि लिङ् प्रागवत् इति आगच्छति यदि वयं लिङ् प्रागवत् यदि तस्य अतिपत्तौ अतिपत्तौ इत्युक्ते यदि प्रयासः कृतं तस्य सफलता न प्राप्तं तदि इत्यस्य अर्थे इति आगच्छति लिङ् प्राग्वत् इत्युक्ते यदि भूतकाले इत्यस्य प्रयोगः भवति अन्वक्लिप्ति अमर्षयो किं वृत्ते इति तत्र आगच्छति लिङ् लकार वा विकल्पेन लिङ् वा लिट् भवति किन्तु भविष्यत्काले नित्यं लिङ् लकारस्य प्रयोगः एव भवति इति अस्ति अन्वक्लिपि अन्वक्लिप्ति वा अमर्ष किं वृत्ति इति त्रयः इति नञ् तत्पुरुषसमासः अस्ति अन्वक्लिप्ति अमर्षय तस्य इतरेतरद्वन्द्वयोगः कृत्वा तयोः सप्तमी विभक्ति द्वितीयवचनम् अस्ति तत्र सो अन्नक्लिप्तिमर्षयो इति उपपद विभक्ति नास्ति उपपद सप्तमी विभक्ति नास्ति अत्र अत्र अर्थविषय अर्थ अस्ति इति महोदय अन्नक्लिप्ति अमर्षयो अत्र सप्तमी विभक्ति अस्ति किन्तु उपपदे सति नास्ति अत्र विषय अर्थम् अस्ति अत्र विषयसप्तमी विषयसप्तमी इति मीन्स् अ किं वृत्तः अं कृपति इति उपपदे सति अस्ति किन्तु गरा अर्थं नास्ति प्रश्नवाचक पदे गर्हायाम् इत्येतस्य तद् उपपदमस्ति वा तदपि अर्थग्रहणमेव अस्ति खलु तदपि अर्थग्रहणमस्ति प्रश्नवाचक पदानि इति केवलं प्रश्नवाचकपदानि अर्थे एव तस्य उपयोगः अस्ति अत्र अस्मिन् सूत्रे अवगतम् अस्तु अपि लिङ्ग् लिट् च प्रत्ययः भवति अहं महोदय यत् किं वृत्ति लिङ्ग् लिट्टो अस्ति प्रथमं यत् वाक्यम् अस्ति तस्य परिवर्तनं कृतवान् इति यदि वयं पठामः तत्र किं वृत्ति लिङ्ग् लिट्टौ किम् इति प्रश्नवाचके सति घरा इति यत् गम्यमान चेत् धातो लिङ्ग् च लिट् च लकारो भवत् कारण कि यत् पूर्वम् आसीत् वयं गर्हा अर्थ इति क्रियापदे इति अवगतवन्तः इति न भवेत् इत्यस्य केवलं प्रश्नवाचके सति गर्हा अर्थ आगच्छति इति स्पष्टी अस्ति अस्मिन् वाक्ये स्पष्टम् अस्तु भगिनि किन्तु तदेव अस्माकम् अवगमनम् आसीत् किन्तु स्पष्टीकरणं जातं खलु पूर्वम् अवगमनम् आसीत् किन्तु प्रथमं यदि प्रथमवारं पठितवन्तः तत् समये इति अवगमनं नास्ति तद् अग्रे पठामि इति अन्वक्लिप्तिः अमाशयोति अन्वक्लिप्तिः अस्तु अस्तु हा भगिनि अनु अनवक्लुप्त अमर्षयोः अस्तिं वृत्तयुस्ते अपि इति सूत्रस्य काशिकाव्याख्यायाम् उक्तं यत् बहुवचः पूर्वनिपाते लक्षण व्यभिचारविशेषणं तेन यदा सङ्ख्यां न भवति अस्य अर्थः एव यत् अल्पाच्युतरम् इति सूत्रम् अनुसृत्य द्वन्द्वसमासे द्वयोः प्रातिपदकयोः मध्ये यस्मिन् अचुवर्णः न्यूनः सन्ति तत् प्रातिपदकं द्वन्द्वसमासस्य प्रथमः सदस्य स्यात् परन्तु अनवक्लुप्त्यमर्षयोः इति द्वन्द्वसमासे अनवक्लुप्ति इत्यस्मिन् अमर्ष इति प्रातिपदिकस्य तुलनया अधिकाः अचुवर्णः सन्ति चेदपि द्वन्द्वसमासस्य प्रथमसदस्यः काशिकाकारैः उच्यते यत् अनेन ज्ञापकं भवति यत् अत्र यदासङ्ख्यमनुदेशसमानम् इत्यस्य प्रसक्तिर्नास्ति यदासङ्ख्यमनुदेशसमानम् इति सूत्रम् अनुसृत्य सूत्रस्य अर्धः एवं भवति स्म यत् तदा घटना असम्भावनीया अनवक्लुप्तिः तदा विधिलिङ्गलकारः यदा च घटना क्षमायोग्य नास्ति अमर्षः तदा लृट्लकारः परन्तु यतोहि अनवक्लुप्तिद्वन्द्वसमासे प्रथमसदस्य अनेन बोध्यं यत्तत्र क्रमम् अनुसृत्य न भवति अपि तु अनवक्लुप्ति वा भवतु अमर्षः वा भवतु उभयत्र लकारद्वयं लिङ्ग् च लृश्च सम्भवति इति तत्र द्वन्द्वसमासस्य नियमः विश्लेषणं करोति अनवक्लुप्ति अमर्षयोः तत्र अनवक्लुप्ति इत्यस्य अनेका अस्ति अमर्ष न्यून स्वर्णः अस्ति, तदापि द्वन्द्वसमासविधिसूत्रे अमर्स प्रथमं भवति, अनवक्लुप्तम् अनवक्लुप्ति द्वितीय भवितुम् अर्हति. तत्र ज्ञापकविषयः अस्ति. तदर्थं लिङ् लुटौ इत्यस्य यदा सङ्ख्यामन्दे समानम् इति प्रसक्ति तत्र नास्ति इति कारणतः अनवक्लुप्तम् अनवक्लुप्ति अथवा अमर्ष द्वयोः अपि लुङ् लङ् लुङ् लृट् भवति इति अर्थः. निवृत्त्यर्थं यदा सङ्कमनदेशसमानम् इत्यस्य निवृत्त्यर्थम् अनवक्लुप्ति प्रथमम् उच्यते इति मम अवगमनम्. तदेव भगिनि. आं भगिनि, तत्र किं द्वन्द्वसमासस्य उल्लङ्घनम् अस्ति इति कृत्वा वयं जानीमः यत् तत्र सामान्यद्वन्द्वसमासः अस्ति चेत् तत्र किमस्ति यदा सङ्ख्याम् अनुदेश यथा सङ्ख्यम् अनुदेशसमानम् इति भवति तस्य अत्र नियमः न भवति. किमर्थम् इत्युक्ते समासस्य उल्लङ्घनं कृतं तर्हि यथासङ्ख्यम् इत्यस्य अपि तत्र प्रसक्तिः न भवति इति. आं भगिनि, इति कृत्वा उभयोः लकारयोः प्रसक्तिः प्राप्तिः भूत्वा तत्र विधानं भवति इति, समानकाले विधानं भवति. अवगतं भगिनि, धन्यवादः. अरुणा भगिनी पठितुमिच्छति वा भगिनि? म्यूट् मध्ये भविष्यति चेत् भवति. किं पठनीयं अत्र अग्रे तु किम् अस्ति तत्र उदाहरणानि सन्ति खलु, अनवक्लुप्ति अमर्षयोरकिं वृत्तेऽपि इत्यस्य निदर्शनं न सम्भावयामि न मर्षये इति. अनवक्लुप्त्यमर्षयोर किं वृत्ते अपि इत्यस्य निदर्शनमस्ति, न सम्भावयामि न मर्षे वा भवान् हरिं निन्देत् निन्दिष्यति वा इत्युक्तम्. अत्र षोडशसम्भावनाः भवन्ति. उदाहरणमस्ति, न सम्भावयामि न मर्ष्ये वा भवान् हरिं निन्देत् इति निन्देत् इति लिङ्गलकार विधिलिङ्ग अस्ति, निन्दिष्यति इति लोट्लकारः. उदाहरणमत्र षोडशसमभावनाः भवति इति अत्र किं वृत्तेः उपपदे अस्ति चत्वारि वाक्यानि. प्रथमं न सम्भावयामि भवान् हरिं निन्देत्, अर्थः अहं न भावयामि यत् भवान् हरेः निन्दां करोति स्म, कुर्वन् अस्ति करिष्यति. अत्र किमर्थं भगिनि अत्र दत्तं करोति इति लट्लकार दत्तं करोति स्म इति भूतकालः अस्ति. करोति स्म भूतकाले अस्ति. कुर्वन् अस्ति वर्तमानकालः, करिष्यति इति भविष्यत्कालः इति अर्थम् अस्ति. यदि इति सर्वे लकार मीन्स् भूतकाले वा वर्तमानकाले भविष्यत्काले अहं भावयामि यद् भवान् हरिं निन्दां करोति, किन्तु यत् पदम् अस्ति केवलं लिङ् लकारे वा इति लृट् लकारे एव भवति, किन्तु अर्थं भवितुं शक्नोति भूतकाल इति वक्तुः विवक्षा भूतकाले अस्ति वा वर्तमानकाले वा भविष्यकाले इति. अत्र किम् अस्ति भगिनि निन्दां करोति इति? कोऽपि सपो ऊहां करोति, अहं हरिं निन्दा करोमि, असि ओ हरि मम कोमपि अहं मन्दिरं गत्वा पूजां करोमि तदापि अपि कौ फलनप्राप्तिम् अहं परीक्षाम् उत्तीर्णा न भवामि तत्र अपि हरिं निन्दा करोमि भगवान् किमपि न करोति इति अहं निन्दा करोमि सा अस्तु इति करोति स्म कुर्वन् अस्ति वा करिष्यति इति इति मम अवगमनम् अस्ति भव्या भगिनी किं भवति इति अस्ति अवगमनम् मम प्रश्नः अस्ति भगिनि करोति इति कथं भूतकाल करोति स्म इत्यनेन भूतकाल भवति स्म इति योजयाने योजयाने भूतकाल अत्र भवति भूतकाल संस्कृतभारत्यां वयं पठितवन्तः यत्र विधिलिङ्ग् अस्ति तत्र तु कालस्य निर्णयः नास्ति खलु कालस्य सूचना नास्ति एव तर्हि भूतकाले अपि भवितुम् अर्हति वर्तमानकाले अपि भवितुम् अर्हति भविष्यत्कालः अपि भवितुम् अर्हति तथा एव अस्मिन् सन्दर्भे यत्र लिङ्गकारस्य विशेषविधानम् अस्ति यत्र यत्र एतादृशविशेषविधानं वर्तन्ते तत्र सर्वत्र अपि कालस्य निर्णयः नास्ति उदाहरणार्थं भूतकाले अपि वयं नृङ् ऋटौ इति उक्तवन्तः खलु किम् आसीत् प्राग्वत् नृङ् प्राग्वत् इत्यनेन वयं किम् उक्तवन्तः नृङ्लकारस्य विधानं यद्यपि भूतकाले अस्ति तथापि नृङ्लकारस्य विधानम् अनन्तरं लिङ्लकारस्य लृट्लकारस्य अपि विधानम् इति उक्तवन्तः लिङ्लकारः तु चिन्ता नास्ति तत्तु विधिलिङ्ग् अस्ति कालस्य निर्णयः सामान्यतया एव नास्ति खलु लृङ् इत्यस्यपि कण्डिशनल् सेन्स् अस्ति तत्रापि समस्या तत्र सूचना नास्ति एव किन्तु लृट् तु भविष्यत्काललकारः अस्ति साक्षात् किन्तु यद्यपि भविष्यत्काललकारः अस्ति तथापि तस्य विशेषविधानं भूतकालेपि भवितुमर्हति इत्येव तत्र एतादृशविशिष्टविधानानि वर्तन्ते द्वितीय वाक्यमस्ति न सम्भावयामि भवान् हरिं निन्दिष्यति इति लुट्लकाररूपमस्ति अहं न भावयामि यत् भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति अत्रापि भूतकाल भविष्यत्कालः अपि अस्ति अधुना न मर्षे पदं प्रयुज्य न मर्षे भवान् हरिं निन्देत् वित् लिङ्ग् रूपमस्ति अहं सहनं न करोमि यत् भावना भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति नमश्चे भवान् हरिं निन्दिष्यति अहं सहनं न करोमि यत् भवान् हरेः निन्दां करोति स्म कुर्वन् अस्ति करिष्यति अवगतं मन्ये उदाहरणानि पूरयितवान् किं वृत्ते उपपदे सति द्वादशवाक्यानि मूलवाक्यं तदा एवमस्ति कः कतर कथम वा हरिं निन्देत् निन्दिष्यति वा इति प्रथमं कः इति प्रश्नार्थक उपपदे अस्ति चेत् न सम्भावयामि को हरिं निन्देत् अहं न भावयामि हरेः निन्दा कः करोति तदेव न मह्ये को हरिं निन्देत् अहं सहनं न करोमि हरेः निन्दां कः करोति न सम्भावयामि को हरिं निन्दिष्यति भगिनी प्रथमवाक्यमपि निन्देत् एव अस्ति भगिनि द्वितीयमपि निन्देत् एव तत्र कः भेदः अस्ति मश्ये ओके क्षम्यता न मश्ये ओके ओके न सम्भावयामि को हरिं निन्दिष्यति अहं न भावयामि हरेः निन्दां कः करोति न मर्षे को हरिं निन्दिष्यति अहं सहनं न करोमि, हरेः निन्दां कः करोति? तदनन्तरं खतर इति प्रश्नवाचक रूप चतुर्वाक्यानि अस्ति. न सम्भावयामि खतरो हरिं निन्दे, अहं न भावयामि द्वयोः मध्ये कः हरेः निन्दां करोति. न मर्षे कतरो हरिं निन्देत्, अहं स्वहनं न करोमि, द्वयोः मध्ये कः हरेः निन्दां करोति. न सम्भावयामि कतरो हरिं निन्दिष्यति, अहं न भावयामि द्वयोः मध्ये कः हरेः निन्दां करोति. न मर्षे कतरो हरिं निन्दिष्यति, अत्र लोट्लकाररूपमस्ति. अहं सहनं न करोमि, योः मध्ये कः हरेः निन्दां करोति. तदेव वदामि भगिनि, न सम्भावयामि कथं हरिं निन्दे. अत्र कथमः इति पदं तद् उपपदे स्वीकृत्य प्रथमं लिङ्ग्लकाररूपं विधिलिङ्ग्लकाररूपमस्ति निन्देत् इति. न मर्षे कथमो हरिं निन्देत्, अत्रापि मर्षे इति पदं कथमः इति उपपदम्. अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति. तृतीयवाक्यमस्ति, न सम्भावयामि कथमो हरिं निन्दिष्यति, अत्र निन्दिष्यति लुट्लकारः. अहं न भावयामि अनेकेषु कः हरेः निन्दां करोति. अधुना न मर्षे कथमो हरिं निन्देत् विधलिङ्गरूपमस्ति. अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति. जातं खलु भगिनि? यथा किं वृत्ते लिङ् लुटौ इति सिद्धान्तकौमुद्याः वृत्तौ, अत्रापि अनवकृप्तमर्षयोरकिं वृत्तेऽपि इत्यस्य वृत्तौ अपि लुङ् लुङ् प्राग्वत् इति अंश वर्तते. नाम अत्रापि भूताभ्योः इति सूत्रात् वा इत्यस्य अधिकारः भवति. अतः यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम्, अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात्, तत्र भूतकाले विकल्पेन लृङ् लकारः भवति, भविष्यत्काले च नित्यं लृङ् लकारः भवति. भूतविवक्षायां तु क्रिया अधिपत्तौ वा लृङ् भवति, भविष्यति नित्यं. न अकल्प्यामि तत्र भवान् नाम वृषलम् अजिष्यत् अयाजिष्यत् इति काशिकायाम्. अत्र सिद्धान्तकौमुद्यो अपि किं वृत्ते लिङ् लिटौ वृत्ति अस्ति, अत्रापि तदेव दत्तम्. अनवक्लुप्त अमर्षयोर् किं वृत्ते अपि इति, अत्रापि लुङ् प्राग्वत् इति अंशः अपि वर्तते. पठितवन्तः विभाषा इति नास्ति, परन्तु ओतप्योः इति सूत्रात् वा इत्यस्य अधिकारः भवति. अतः यत्र विशिष्टकार्यं भवति अथवा तादृशप्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तं। प्रथममस्ति विशिष्टकार्यं भवति, यत्र एकं विशिष्टकार्यं भवति स्म अथवा तादृशप्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम्, अथवा भविष्यति यत्र तादृशम् असफलः प्रयासः स्यात्। न अवगतं भगिनि किं हौ टु एक्स्प्लेन् तदा किं किं क्षम्यतां प्राग्वत् इति उक्तवन्तः खलु, लृङ् प्राग्वत् इति उक्तवन्तः खलु, तदेव विषयः अत्रापि अनुवर्तते इति। इत्युक्ते यत्र तत्र अनवक्लुप्तेः अर्थे नो चेत् तत्र अमर्ष इति इत्यस्मिन् अर्थे यत्र यत्र किं शब्दस्य वा किं वृत्तिशब्दस्य वा प्रयोगः जायते तदा यदि विशेषार्थे यत्र यथा विशिष्टकार्यं किमपि सञ्जातं किन्तु तस्य फलं तु सः तत् कार्यं तु असफलं जातम् इति भूतकालार्थे असफलं जातं चेत् तत्र तु लृङ् विधानमपि भवति। पुरा उत्तम अस्ति किं तत्र लृङ् प्राग्वत् इति काशिकावाक्येन, तथा एव यत्र भविष्यत्कालार्थे असाफल्ये अस्ति चेत् तत्र तु केवलं लृङ् विधानं नित्यं भवति, लृङ् ऋतौ इत्यस्य विधानं तु न भवति इति। ओके ओके लृङ् एव लृङ् नित्यं भवति भगिनि यत्र असाफल्य असाफल्यार्थे मम प्रश्नः अस्ति अत्र तु आमाम् अत्र तु किं वृत्तिः अस्ति वा अकिं वृत्तिः अस्ति वा भवतु अनवक्लुप्तेः इत्यस्मिन् अर्थे नो चेत् तत्र अमर्ष इत्यस्मिन् अर्थे यत्र वाक्यं भूतकाले असाफल्ये प्रयुक्तमस्ति चेत् तत्र तु लृङ् विकल्पेन विधानं भवति, यत्र भविष्यत्काले अस्ति चेत् तत्र तु लृङ् विधानं नित्यं भवति इति। ओके ओके अवगतम्। अस्माकं करपत्रे यदलिखामः प्रायः इतोपि सम्यक् भवति इति मन्ये, अग्रिमम् अपि पठामः वा भगिनि? उदाहरणानि न कृतवन्तः, लिखामः वा भगिनि? अधुना लिखामः वा? एकनिमिषम् अस्ति, पठितवन्तः स्वीकरोमि। अहं उदाहरणवाक्ये रचयामः वा? अस्तु, अस्तु अत्र स्मः अन्वक्लिप्ति अमर्ष किं वृत्ति वृत्तेरपि इत्यस्मिन् न सम्भावयामि भवान् शिशुं ताडयेत् इति उक्तवन्तः खलु, नमस्ते भवान् शिशुं ताडयेत्, न सम्भावयामि भवान् शिशुं ताडयिष्यति ताडयिष्यति न ताडयिष्यति वा ताडयिष्यति वा ताडयिष्यति भवेत् साधु ताड् योगः ई योगः श्यति इति भवति खलु, ताडयिष्यति इति वा सकारस्य सकार भवति तथा एव यत्र अकिं वृत्ति इत्यस्मिन् अर्थे भवान् इति स्वीकृत्य प्रयुक्तमस्ति, अनन्तरं कतर कथम इति किं वृत्ते इति यत्र प्रयोगः जायते तत्रापि कतर कथम कः इति शब्देन शिशुं ताडयेत् नो चेत् शिशुं ताडिष्यति इति वयं स्वीकुर्मः, न सम्भावयामि नो चेत् न मर्शये इति। तत्र दातु ताडि वा ताड् ताड् इति धातुः अस्ति खलु ताड् इति धातु ताडि अस्ति चेत् ताड इच्छति ताड् इति धातुः तत्र इडागमः जायते ताडि इति जायते ताड् योगः इ योगः स्य योगः ति इति ताडे ताडयिष्यति ताडयिष्यति आम् ताडने ताड् कुत्र अस्ति ताडि योगः ताडति ताडति इति वा ताडयति ताडे ताडे घाते एतदेव अस्ति ताडयति किमस्ति अत्रैव हा किन्तु ताडयिष्यति इति दत्तमस्ति किमर्थम् ताडयोगः स्यात् ताडे ओ सत्यम् अत्र चुरादिगणीयधातुः वा अस्तु अस्तु तर्हि ताडयिष्यति इत्येव ओके पुरा किं लिखितं निश्चयादे ओके ताडि ताडि धातु ताडि क्षम्यतां भगिनि चिन्तनमपि ताडयिष्यति कर शुद्धवाक्यम् अधुना अनवक्लप्ति वा अमर्ष इत्यस्मिन् प्रयोगे किं वृत्तिः वा अकिंवृत्तिः वा भवतु साफल्ये इत्यस्मिन् अर्थे भूतकालात् यत्र प्रयोगः भवति लृङ् प्राग्वत् इति काशिकावाक्येन तत्र लृङ् विधानम् अपि जायते लृङ् लृटौ इत्यस्य विधानमपि जायते खलु तर्हि अधुना किं वाक्यं वदामः वयं तत्र असाफल्ये इत्यस्मिन् अर्थे वयं पूर्वं वाक्यं लिखितवन्तः तदेव स्वीकुर्मः इति मन्ये कुत भवान् भवान् तस्मै एतद् वाक्यं वयं रचितवन्तः एतत् स्वीकृत्य कुर्मः वा अहं चिन्तवती इति साधु अस्ति वा न भावयामि सः पटु परीक्षाम् उत्तीर्णं न भवेत् वा अभविष्यत् इति साधु न क्लिप्तिः महोदयः प्रष्टव्यः भगिनि तर्हि वयं प्रेषयामः उभयमपि लिखामि अहं तत्र भवत्याः वाक्यं वदतु तदनन्तरं मम वाक्यं वदामि न भावयामि सम्भावयामि इति वा सम्भावयामि सः पटुः परीक्षायां साधु दभासते भगिनि परीक्षायां उत्तीर्णः न जातः इति वा न जायेत खलु इति विधिलिङ्गकारः खलु जायेत इति विधिलिङ्गकारः लिङ्ग् इत्यस्य यत्र लिङ् लकारः अनन्तरम् अनवक्लुप्ति क्षम्यतां प्रथमं तु अनवक्लुप्ति Thank you. नवक्लुप्तिः इत्यस्मिन् अर्थे, अनन्तरं अकिं वृत्तिः इति अस्ति खलु, अकिं वृत्तिः, तदनन्तरम् असाफल्ये भूते, तत्र तु लिङ्विधानं. तदनन्तरं किं जायते, तत्र लिङ् लृट् विधानम्, उत्तीर्णः तत्र जायते इत्यस्य किम् अस्ति, भविष्यति कृतवती, भविष्यत् वा, किन्तु जायते इत्यस्य किं भवति, जायिष्यति भवति वा, भविष्यति इति अर्थं सम्यक् भवति भगिनि, जनिष्यते इति भविष्यति केवलिकामः वा भवेत्, लिङ्गकार भवति अभविष्यत्, समीचीनम्. अधुना कः पटुः, कः कथमः, कतरः, कथमः, साधु जातं खलु भगिनि. अधुना ओ अत्र किं करोमि न अहं असफले लिङ्क् प्राग्वत् अपि लिङ्क् प्राग्वत् न लिखितवती, भविष्यति भूते इति लिखितवती खलु, अस्तु किन्तु तत्र लिङ्क् भवति न, लृङ्ग् एव भवति, नित्यं लृङ्ग् भवति, अस्तु अस्तु अभविष्यत् अस्ति साधु, आम् अधुनापि लेखनीयम्. भविष्यति अग्रिमवाक्यम् आगच्छति भगिनि, अत्र तु के कुर्मः. अधुना मम वाक्यमपि पश्यामः वा, अस्तु तदपि लिखामि. वृत्तिः साफल्ये लिङ्ग् प्रथमं लिङ्ग्, कुतः भवान् तस्मै अलसाय न सम्भावयामि, भवान् तस्मै अलसाय धनं दद्यात् इति खलु, तत् भवति लिङ्ग् विधिलिङ्ग् अस्ति, अनन्तरं नो चेत् Okay. अमर्ष नास्ति खलु, मर्ष इति एव अस्ति खलु. किमर्थम् अमर्ष इति लिखितं मया? अमर्ष इति अस्ति वा मर्ष? मर्ष इति न, मर्ष न, क्षमा. अमर्षसूत्रे दत्तमस्ति, तस्य अर्थमस्ति न मर्ष. ओ अस्तु अस्तु अस्तु, अवगतम् अवगतम्. अधुना तु लृट् अस्ति खलु. अनन्तरं अत्र तु लृट् अनन्तरं लृङ्ग्. तत्र किं भवति लृङ्ग्? अदास्यत् इति भवति खलु, अदास्यत् अधुना कतर कथम् इति लेखनीयं भवति. किं वृत्ति किं वृत्ति कः कतरः? ऐ लैक् युर् एक्साम्पल् भगिनि, किन्तु एतादृशप्रयोगः अपि भवितुम् अर्हति वा इति मम संशयः अस्ति. तदर्थम् अत्र लिखामि. यदि महोदय न इति वदति चेत् तत्र अवगन्तुं शक्नुमः खलु. प्राह मयोद सर्वं यदि पूरितं भवति करपत्रं, तदनन्तरम् इति योजयेश्. न, प्रथमं तेन तेन प्रथमं परिशीलनीयं भवति. आमां, संवृत्ते मम अत्र कथमपि भवति खलु. किं भगिनि? किं वृत्ते कः कत्र कथं कथम् इति लिखितवती खलु. कः नो चेत् तत्र पृथक् पृथक् न लिखितमस्ति, मिलित्वा एव लिखितवती, लिखितवन्तः कति सप्ताहे तत्र कृतवन्तः इति कृत्वा. तावदस्ति, अधुना भूत् भविष्यत्कालार्थे लिखामः. केवलम् अभविष्यत् इति भवति. दास्यत् किं वृत्तिः? साफल्ये भविष्यति. न सम्भावयामि न मर्षे सः पटुः परीक्षायाम् उत्तीर्णः न भविष्यत् इति एव, तावदेव अस्ति खलु. अनन्तरम् अस्ति अन्य उदाहरणमपि कृत्. अधुना क्षम्यतां, किं वृत्तिः अपि लेखनीयं भवति खलु. एतदेव किं वृत्तेः प्रयोगे सः भवति भवान् तावत् तावदेव अस्ति खलु. अन्यूतनसूत्रम् अन्यत् पठामः वा अग्रिमसूत्रम्? तत्र किङ्किलास्त्यर्थेषु लृट् इति सूत्रं खलु, पठामि वा? असम्भावना च अक्षमा च इत्यनयोः अर्थे किङ्किल च अस्ति असम्भावना इति किं किल वा, अनन्तरं अक्षमा इत्यपि अस्ति, तत्र किं किल अनुवृत्तिः अस्ति, असम्भावना अक्षमा इत्यस्य, तदनन्तरं किं किल अस्ति, किं किल च अस्ति इत्यनयोः उपपदे धातोः पृट्लकारो भवति. अस्तु, तर्हि असम्भावना अक्षमा इत्यनयोः अर्थे अनन्तरम् उपपदसमासः अपि अस्ति, उपपदमपि अपेक्षितमस्ति, किं किल अस्ति अस्ति चेत् एतयोः पदयोः उपपदयोः सत्यां तत्र किं भवति, केवलं लिट् लकार लिङ्ग् लकार केवलं लिट् लकारः विद्यमस्ति अत्र. पुनः अत्रापि कालस्य सूचना नास्ति, भूतकाले अपि भवितुमर्हति, वर्तमानकाले अपि भवितुमर्हति, भविष्यत्काले अपि भवितुमर्हति, कालस्य सूचना अत्र न दीयते, केवलं तत्र विशिष्टविधानमस्ति. अनवक्लुप्त्यमर्षयोरित्येतत् गर्हायां च इति यद् अनुवर्तते, किं किल इति समुदायः क्रोधद्योतक उपपदम् असत् अस्ति अर्थाः अस्ति भवति विद्यतयः, तत्र तु अस्ति इत्यस्मिन् अर्थे अस्ति भवति नो चेत् विद्यते इति वयं स्वीकुर्मः, तेषामेव उल्लेखः अस्ति. अनन्तरं किं किल इत्यनेन क्रोधं यत्र प्रदर्श्यते तत्र तादृशशब्दः. लिङ्ग् अपवादग्नि अन्वक्लप्तमिषयो इति गर्हायां च अर्थः नास्ति इति, तत्र गर्हायां च इति एकसूत्रम् अस्ति अप् टु 149 इत्यस्य अनुवृत्ति भवति अनुक्लप्त अमर्षयो इति गर् इति सूत्रपर्यन्तम्. अस्मिन् सूत्रे तस्य अर्थं नास्ति, गरार्थ नास्ति अस्मिन् सूत्रे अपि, तत्र केवलम् अनवक्लुप्ति अमर्ष इति शब्दद्वयस्य अनुवृत्तिः आगच्छति, गर्हायाम् इत्यस्य अनुवृत्तिः नास्ति नास्ति. लिङ्गः अपवादः, तत्र प्रायः पूर्वं यत्र लिङ्गविधानं जातं वा अत्र पश्यामः, किं वृत्ते इति एव अस्ति तत्र किमर्थं लिङ्ग् इत्यस्य अपवादः इति, किं वृत्ते लिङ्ग् ऋतौ अस्ति तत्र ऋतेव भवति. हा अस्तु अस्तु, लिङ्गः इति कृत्वा लिङ्ग् अपवादः, तत्र लिङ्ग् इत्यस्य अनुवृत्तिः नास्ति, केवलं ऋट् इति तदर्थमेव सूत्रे एव उक्तम् अस्ति, अनुवृत्तिः न कृतमस्ति, लृट् इति अनुवृत्तितः न आगच्छति. किमर्थम् इत्युक्ते एवम् एकनियम् आसीत्, तत्र लिङ्ग् अपवादः इति न वक्तव्यम् आसीत्, तत्र लिङ्गः निवृत्तिः जातः, लिङ्गः निवृत्त्यर्थं लृट् इति सूचितं सूत्रे गतम्, अत्र लृङ्ग् इत्यस्य अनुवृत्तिः न भवति इति. अस्तु, इति सिद्धान्तकौमुद्यं. वृत्तौ उक्तं यत् अनवक्लुप्त्यमर्षयोरकिं वृत्तेऽपि इत्यस्मात् अनवक्लुप्त्यमर्षयोः इत्यस्य अनुवृत्तिः भवति गर्हायां च इति सूत्रपर्यन्तमेव. ओ, गर्हायाम् इति अग्रिमं सूत्रमस्ति वा, 149 गर्हायां च इति सूत्रपर्यन्तम् अनुवृत्तिः आगच्छति, 148-149 एतत् सूत्रपर्यन्तम्. अस्तु, किं किल इति, किं किल इति समुदायः इत्युक्ते, किं किल इति शब्दः किं च किल चेत्यनयोः योजनेन समूहात्मकम् अव्ययं जायते, यस्य अर्थः अस्ति क्रोधः, क्रोधस्य द्योतकः. यदा इदं किं किल इति अव्ययम् उपपदरूपेण वाक्ये विद्यते तदा अस्य सूत्रस्य प्रसक्तिः भवति. अस्ति अर्थाः अस्ति भवति विद्यतेः इत्यनेन अस्ति इत्यस्य अर्थे अस्ति भवति विद्यते इत्यादयः शब्दाः सम्भवन्ति. लिङ्गः अपवादः इत्युक्तम् इत्युक्ते लिङ्गः निवृत्तः जातः, केवलं लृट् इत्यस्यैव तत्र विधानमस्ति, अत्र लृङ् न भवति इति. अस्मिन् सूत्रे साक्षात् लृट् उक्तमस्ति प्रदर्शनार्थं यत् लिङ् इत्यस्य अनुवृत्तिः नास्ति. अपि च यदा लिङ् नास्ति तदा लिङ् लृङ् प्राग्वत् इत्यस्यपि न भवति. अस्तु इति कृत्वा काशिकायां पूर्वं यत् वयं लिङ् प्राग्वत् इति उक्तवन्तः तस्यापि अनुवृत्तिः न भवति इति. अनवधिवृत्त्यमर्षयोरकिं वृत्तेऽपि इति सूत्रं प्रबाद्य केवलं लृट् लकारस्य विदधाति न तु लिङ् इति. समीचीनम् अस्ति अर्थे अर्थः येषां ते अस्त्यर्थाः बहुव्रीहिः, किं किलश्च अस्त्यर्थाश्च तेषाम् इतरेतरद्वन्द्वः, किं किलाङ्गस्त्यर्थेषु किङ्किलास्त्यर्थेषु किङ्किलास्त्यर्थेषु सप्तम्यन्तं लृट् प्रथमान्तं द्विपदमिदं सूत्रम्. अनवक्लृप्त्यमर्षयो अकिं वृत्तेऽपि इत्यस्मात् अनवक्लृप्त्यमर्षयोः इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परस्य तेषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनवक्लृप्त्यमर्षयो किङ्किलास्त्यर्थेषु धातोः लृट् प्रत्ययः परश्य इति. तत्र एतत् सर्वं पूरितं वा कृतं वा वर्गे? केवलं तावत्पर्यन्तं कृतवान्. ओ तावत्पर्यन्तं कृतं, तर्हि उदाहरणं पठनीयम् अधुना खलु? अवगतं, सूत्रे किम् उक्तम् इति तु अवगतं, प्रश्नः नास्ति मम मनसि. सर्वमपि सामञ्जस्यं वा? अन्येषां प्रश्नः अस्ति वा अस्मि? इति अवश्य किं किल इति द्वयोः युगपद् प्रयोगः भवति, पृथक् पृथक् न भवति इति मुख्य पायिण्ट् अस्ति. अपि अस्ति अपि भवेत् तु किं किल इत्यस्य भिन्नर्थः अस्ति, किन्तु यत्र समस्तपदरूपेण किं किल इति प्रयोगः जायते तत् क्रोधः अस्ति भवति, तत्र क्रोधः क्रोधद्योतकः भवति तत्. किन्तु अस्ति अथापि तत्र भवेत् द्वयोः उपपदे सति अन्वकल्पया अन्वक्लिप्ति वा अमर्शयो तत्र लिखामः वा तत्र यदि अग्रिमे सप्ताहे लिखामः, अग्रिमे सप्ताहे लिखामः, कारणं कि यदि उदाहरणानि मनसि सिद्धा भवन्ति तत् तदनन्तरम् इति अहं अत्र श्रद्धे श्रद्धा इति भवती दृष्टवती उदाहरणानि? न भगिनि, न दृष्टवती. न श्रद्धये न मर्तो एवमपि भवति वा? संशये वा किं किल त्वं कठिनवाक्यानि कठिनवाक्यानि शुद्धान्नं वोक्ष्यते. अस्तु अवगतम्. अत्र अन्नम् इति यत्र श्रद्धानाम् इति अस्ति, शूद्राणां श्रुदानां तत्र कथं तत्र अनुस्वर अपि अस्ति श्रुदान् इति द्वितीया भगिनि, शूद्र अन्नं शूद्र अन्नम् इति. ओ शूद्र अन्नम् इति शूद्रस्य अन्नम् इति शूद्र. अहं चिन् आम् अहमपि पञ्चमी इति कृत्वा शूद्रात् नम् इति कः अर्थः इति चिन्तितवती. श्रुदान् इति भवति साधु किं कर्तुं श्रुदान् भोक्ष्यते? शूद्रात् इति पञ्चमी स्वीकृत्य चिन्तितवती अहं, तकारस्य नकारः जायते खलु अनुस्वार शूद्रात् न इति नम् इति किम् अस्ति इति अनन्तरम् अवगतं. समीचीनं, विरमामः वा? अस्तु भगिनि, धन्यवादः. किं भगिनि?